ॐ सहनावतु सहनो भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः सर्वेभ्य नमः धन्यवादः भगिनि धन्यवादः नमस्कारः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र सन्धि इति तस्मिन् विषये तत्र पूर्वं यानि कार्याणि अपेक्षितानि नाम तत्र सन्धि इति विषये तत्र यत्र आदेशः आगमः लोपः आगमः इति कार्याणि भवन्ति इति पठितवन्तः अपि तस्मिन् अपि तत्र वयं तत्र नियमाः अपि नियमानपि पठितवन्तः नाम तत्र कदा सन्धिः भवति कदा सन्धिः कर्तव्यः कदा सन्धिः विकल्पेन भवति इति तस्मिन् विषये तत्र कुशपति कदा सन्धिः कर्तव्यः इति नवमपुटं दृष्ट्वा किञ्चित् वदतु नवम अवधेयम् इति अस्ति तत्र गतवर्गे पठितवन्तः ओ अस्तु अस्तु महोदय सन्धिः सन्धि सुबिदन् सन्धि कर्तव्यं सन्धिः कर्तव्यं एकस्मिन् पदे नित्यः उपसर्गे कृते नित्यं कर्तव्यः सम्मासे अपि नित्यं कर्तव्यः वक्ता तु विकल्पेन सन्ति कृत्वा अथवा सन्ति कृत्वा अपि वक्तुं शक्यते तत्र ध्वनिः मम कृते तत्र सम्यक्तया नास्ति इति मन्ये एकनिमिषः सम्यक्तया श्रूयते वा अन्येषां सम्यक् श्रोतुं न शक्नोमि मम ध्वनिः सम्यक् नास्ति वा नास्ति महोदय भवतः ध्वनिः अपि सम्यक् नास्ति अन्येषां ध्वनिः अपि सम्यक् नास्ति मम इति एकनिमिषः अस्तु तर्हि तत्र पश्यामः तत्र किं कुर्मः इति एकनिमिषः एकनिमिषम् अहं पुनः आगच्छामि एकनिमिषः अस्तु इदानीं सम्यक्तया श्रूयते वा आं महोदय आं महोदय समीचीनम् अस्तु तर्हि तत्र उषा भगिनी पुनः एकवारं पठ वदति वा आं महोदय सन्धिः कुत्र कर्तव्यं नित्येन इति कृते एकस्मिन् पदे सुप्पन्तपदम् अथवा तिङ्गन्तपदं वा सर्गस्य कृते सन्धिः नित्यं कर्तव्यः धातु उपसर्गयोः अपि सन्धि नित्यं कर्तव्यः समासे अपि नित्यं कर्तव्यः परन्तु वक्ता वक्तुम् इच्छति चेत् अत्र सन्धिः विकल्पेन वक्तुम् इच्छा अनुसारेण सन्धिः कर्तव्यः वयम् अपि स्वरसन्धि इति कृते इदानीमपि भवत्याः ध्वनिः सम्यक्तया मया न श्रूयते भगिनि हा महोदय तत्रापि क्लेशः अस्ति तत्र ध्वनिः मम ध्वनिः कथमस्ति तत्र सम्यक् अस्ति महोदय कोऽपि क्लेशः नास्ति अस्तु अस्तु भगिन्या ध्वनिः अत्र एको श्रूयते इति अस्ति तत्र एकवारं तत्र पुनरागच्छामि महोदय. सम्यक् भवति. अस्तु पुनरागच्छामि वा? श्रूयते वा महोदय? इदानीं श्रूयते, किन्तु पूर्वं न सम्यक्तया न श्रुतं, किन्तु इदानीं सम्यक् अस्ति भगिनि. ओके अस्तु महोदय. यदि क्लेशः भवति तदा तत्र गत्वा तत्र पुनरागच्छतु तावत्. अस्तु महोदय. नरेश् महोदय नमस्कारः. सुजाता भगिनी नमस्कारः. नमस्कारः महोदय. अस्तु तर्हि तत्र सम्यक् अस्ति. तत्र सन्धिकार्यं तत्र एकस्मिन् पदे पदनिर्माणे तत्र नित्यं कर्तव्यः, तत्र विकल्पः नास्ति. अपि धातु अपि उपसर्गयोः मध्ये तत्र उपयोगः अविशत् उपाविशत् इति तत्रापि कर्तव्यः एव. अपि तत्र समासे तत्र अग्रे गत्वा वयं द्रक्ष्यामः तत्र समासाः ये सन्ति तेषाम् अध्ययनं कुर्मः अग्रे. तत्रापि तत्र नित्यं कर्तव्यः भवति, किन्तु वाक्ये तत्र विकल्पेन अस्माकं विवक्षा, यथा विवक्षा अस्तु सन्धिः भवेत् इति चेत् सन्धि कर्तुं शक्नुमः, सन्धिं कर्तुं शक्नुमः. नो चेत् सन्धि त्यक्त्वा, सन्धिं त्यक्त्वा अपि तत्र कर्तुं शक्नुमः. अतः तत्र विकल्पः अस्ति वाक्ये अपि. अस्तु अग्रे तत्र निवेदिता भगिनी नमस्कारः. तर्हि तत्र पल्लवी भगिनी, तत्र सन्धेः त्रैविध्यम् इति उक्तं किमस्ति? सन्धि त्रिविधा सन्ति, स्वरसन्धि, व्यञ्जनसन्धि, विसर्गसन्धि च. स्वरसन्धे तत्र प्रथमपदस्य अन्तिमवर्णः अपि स्वरः भवति, अग्रिमपदस्य प्रथमवर्णः अपि स्वरः एव अस्ति. तर्हि स्वरात् स्वरे परे स्वरसन्धि इति उच्यते. व्यञ्जनसन्धि अत्र प्रथमपदस्य अन्तिमवर्ण व्यञ्जनः अस्ति, अग्रिमपदस्य प्रथमवर्ण स्वर वा व्यञ्जन किमपि भवितुमर्हति. तर्हि व्यञ्जनात् स्वरे व्यञ्जने वा परे इति व्यञ्जनसन्धि इति उच्यते. तृतीय अस्ति विसर्गसन्धिः. तत्र विसर्गाः विसर्गात् परे किमपि वर्णः भवितुमर्हति, व्यञ्जन वा स्वर वा. समीचीनं. तर्हि स्वरसन्धिः, व्यञ्जनसन्धिः, विसर्गसन्धिः इति त्रैविध्यं. समीचीनं. अग्रे गत्वा तत्र अनेके प्रकाराः अपि सन्ति तत्र स्वरसन्धौ अपि. तत्र स्वरसन्धिः इति इदानीं स्थूलरीत्या उक्तमस्ति, अग्रे गत्वा सूक्ष्मरीत्या द्रक्ष्यामः तत्र स्वरसन्धेः अपि प्रकाराः, नाम तत्रापि भेदाः सन्ति, अनेकविधस्वरसन्धयः सन्ति इति. अस्तु इदानीं तत्र अधोभागे यत् यः अभ्यासः अस्ति तत्र पूर्व खलु वयं कियत्पर्यन्तं पठितवन्तः? आत्मनि एव तत् अभवत्. इदानीं तृतीय यावत् एतान् इति पठनीयमस्ति. ओ अस्तु, समीचीनं, धन्यवादः भगिनि. अस्तु तर्हि तत्र वेदभगिनी आरम्भं करोति वा? यावत् योग एतान् यावदेतान् तत्र या तकार हलन्तम् अस्ति तत्र एतान् तत्पश्चात् स्वरः अस्ति ए स्वरः, तत्र व्यञ्जनसन्धिः भवति. यावत् योग एतान् यावत् यावदेतान् इति न यावत् एतान् यावदेतान्. अस्तु तकारस्य स्थाने दकार आयाति. तर्हि तत्र प्रथमतया तत्र व्यञ्जनमस्ति. तर्हि तत्र व्यञ्जनसन्धिनियमः कः? व्यञ्जनसन्धि नियमः अस्ति व्यञ्जन व्यञ्जनात् परे यदि व्यञ्जन अस्ति या स्वरः अस्ति चेत् व्यञ्जनसन्धि भवति इति भवति. समीचीनम्. अस्तु इदानीं तत्र श्लोकं पठतु भगिनि. आम् 1.8 पृष्ठसङ्ख्या किमस्ति? नवमपुटे स्मः महोदय. तत् यावदेता निरीक्षेहं योद्धुकामान् अवस्थितान् कैर्मयात् सह योद्धव्यम् अस्मिन् अस्मिन् वट् इस् द रण वा अस्मिन् रणसमुद्यमे अस्मिन् रणसमुद्यमे तत्र यावदेता निरीक्षेहं तत्र अस्ति यावदेता इति यावत् एतान् निरीक्षे अहं योद्धुकामान् अवस्थितान् कैः मया सह योद्धव्यम् अस्मिन् तृण रणसमुद्यमे सो तत् अत्र अर्जुन अर्जुन अर्जुनः वदति अर्जुन उवाच पूर्वश्लोके अस्ति अर्जुन उवाच अर्जुन अर्जुनः किं वदति चेत् यावत् एतान् निरीक्षेहं योद्धुं कामान् अवस्थितान् पूर्वस्य श्लोके अर्जुनः वदति कृष्णम् उद्दिश्य वदति सेनयोः उभयोः मध्ये रथं स्थापय इति अच्युता इति अर्जुनः कृष्णं वदति अपि च यावत् एतान् निरीक्षेहम् अहं यावद् एतान् निरीक्षेहम् अहं निरीक्षणं कर्तुं शक्नुमः निरीक्षे नाम अहं पश्यामि खलु निरीक्षे निरीक्षेत् आत्मनेपदे नाम निरीक्षेहं मध्यमपुरुषे निरीक्षे तत्र मध्यमपुरुषे नास्ति निरीक्षे उत्तमपुरुष खलु निरीक्षेहं वन्दते वन्देते वन्दन्ते वन्दते वन्दते वन्दे वन्दामहे वदामहे तत्र निरीक्षे अस्ति न महोदय निरीक्षे अस्ति तत्र प्रथमपुरुष एकवचन निरीक्ष निरीक्षते वा ओके निरीक्षते अस्तु अहं पश्यामि यावत् एतान् किं सेनानि अहं पश्यामः अपि च नाम योद्धुकामाः नाम ये योद्धुम् इच्छन्ति कर्तुम् इच्छति इच्छन्ति तान् तान् अहं निरीक्ष्य तान् अहं पश्यामि अवस्थितं नाम स्थितः अस्ति कुत्र अत्र स्थितान् सन्ति कैः मया सह नाम तैः सह मया योद्धव्यं योद्धव्यं नाम तैः सह अहं युद्धं मया युद्धं करणीयमस्ति कुत्र अस्मिन् अस्मिन् रणसमुद्यमे नाम अत्र अस्मिन् युद्ध युद्धं मम मया सह युद्धं तत्र केवलं मम कृते वा अथवा अन्ये अपि तत्र तादृशम् अनुभवन्ति वा मम कृते अपि डिस्टर्बन्स् अस्ति महोदय तत्र फ्री कान्फरेन्स् काल् मध्ये एव समस्या अस्ति वा अद्य न जानामि इदानीं सम्यक् लाग् आफ् करोमि वा इदानीं सम्यक् अस्ति भगिनि किन्तु किञ्चित् पूर्वं तत्र सम्यक् नासीत् अस्तु अस्तु समीचीनं धन्यवादः भगिनि धन्यवादः महोदय अस्तु अग्रे तत्र निवेदिता भगिनि अग्रे नमो नमः नमस्कारः भगिनि क्रोधात् अधिकं भवति क्रोधात् भवति तकारस्य स्थाने तकारः आगच्छति व्यञ्जनसन्धिः अस्ति क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति क्रोधात् मूढभावः उद्भवति मूढभावात् स्मृतिभ्रंशः जायते विवेकस्य नाशः भवति स्मृतिभ्रंशात् बुद्धेः नाशः भवति तथा बुद्धिना नाशात् मनुष्यस्य पतनं भवति. सः नश्यति. समीचीनं. समीचीनं भगिनि. नाम तत्र क्रोधात् मूढभावः आगच्छति. मूढभावात् तत्र स्मृतिविभ्रमः, नाम तत्र क्लेशः, मनसि क्लेशः, एतत् अभवत् वा, स्मृतिः, स्मृतेः क्लेशः, एतत् अहम् अनुभूतवान् वा, एतत् अभवत् वा न वा इति क्लेशः. क्लेशेन स्मृतिः भ्रंशः, नाम तत्र स्मृतिः गच्छति, नाम स्मृतिः एव तत्र तस्य नाशः भवति. तेन तत्र बुद्धिनाशः, बुद्धिनाशात् प्राणनाशः. मनुष्यः विवेकहीनः भवति वा? विवेकहीनः इति तत्र बुद्धिः इति एव विवेक इति अत्र प्रायशः अस्ति भगिनि. तत्र यतोहि केवलं स्मृतिः इति अस्ति, किन्तु तत्र सम्मोहः तत्र विवेकहीनः इति अपि वक्तुं शक्नुमः खलु. तत्र सम्मोहः नाम तत्र विवेकः इति नाम तत्र यत् कर्तव्यं यत् न करणीयम् इति तत्र तस्य निर्णयः विवेकः खलु. किन्तु यहि सः मूढः तत्र सम्मोहः इत्युक्ते तत्र मनसि क्लेशः अस्ति, तत्र यत् कर्तव्यम् इति न जानाति. अतः तत्र विवेकनाशः इति अथवा वक्तुं शक्नुमः भगिनि. सत्यं क्रोधात् तादृशी स्थितिः भवति इति. समीचीनम्. अस्तु, अग्रे उमा मीनाक्षी भगिनि. ओके. चक्मनः, वाट् इस् इट्? चक्मनः, यत् मनः, यत् मनः, तन्मनः. ओ, तकारस्य स्थाने नकारः आगतम्. तर्हि कीदृश व्यञ्जनसन्ति? समीचीनं. अनन्तरं 67, इन्द्रियाणां हि चरतां यन्मनोनुविधीयते तदस्य हरति प्रज्ञा वायुर्नावमि वाम्भसि. वायुः नावम् इव अम्बसि. वायुः नावः इव अम्बसि. ओके. नावम् इव अम्बसि. इन्द्रियाणां हि चरताम् इत्युक्ते किम्? इन्द्रियाणि नाव इव चरति. हा, तत्र इन्द्रियाणां तत्र चरताम्, इन्द्रियाणां चरतां यत् मनः अनुविधीयते तत् अस्य हरति प्रज्ञां वायुनाभाम् इव आम्बसि. तत्र वायुः किं करोति? नाभं, हा, नाभं तो कुत्रापि नयति न. हा, तत्र यत्र जनाः तत्र नौकायां जनाः सन्ति, किन्तु ते कुत्र इच्छन्ति तत्र न गच्छति खलु. यदि वायुः तत्र तीव्रः अस्ति चेत् तथैव तत्र मनः अपि तत्र किं करोति? तत्र भ्रमति. अथवा इन्द्रियाणि, क्षम्यतां, तत्र इन्द्रियाणि प्रायशः तत्र ते तत्र मन तत्र प्रज्ञां, तत्र प्रज्ञां हरति, तत् अस्य प्रज्ञां हरति. नाम मनः अपि तत्र इन्द्रियाः इन्द्रियाणां चरतां यत् मनः कण्ट्रोल् मध्ये नास्ति. हा, इति तादृशम् अर्थः. नाम यथा तत्र नौका अन्यत्र गच्छति तथैव तत्र इन्द्रियाणाम् अपि तत्र अपि मनः तत्र तत्र प्रज्ञा अन्यत्र गच्छति. प्रज्ञा नाम तत्र विवेकः, एतत् सर्वं तत्र अन्यत्र गच्छति सम्यक् रीत्या तत्र कार्यम् अथवा तत्र अवगन्तुं न शक्नोति. अस्तु भगिनि, किन्तु अत्र कुत्र अस्ति पदं यत् मनः इति, तत्र यत् कुत्र प्रथमवाक्ये वा द्वितीयवाक्ये वा श्लोके? यत् मनः यन्मनः, यत् मनः यन्मनः, कुत्र अस्ति श्लोके? नाम प्रथम सन्धिकार्यं कृतम् अस्ति श्लोके, प्रथमभागे अस्ति वा द्वितीयभागे अस्ति वा इति प्रश्नः. अतः श्लोकमेकवारं पुनः पठतु भगिनि. ओ इन्द्रियाणां हि चरतां यन्मनोनुविधीयते, यन्मनोनुविधीयते तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि. नावम् इवाम्भसि, तर्हि प्रथमभागे एव अस्ति यन्मनः इति. अनुविधीयते, यन्मनः अनुविधीयते, अनुविधीयते यत् मनः अनुविधीयते तत् अस्य हरति प्रज्ञां वायुः नाभम् इव अम्बसि, अम्बसि इव अम्बसि इति अस्ति. अस्तु समीचीनं, धन्यवादः भगिनि. अस्तु, ध्वनिः सम्यक् न श्रूयते वा? किं भगिनि? ध्वनिः सम्यक् नास्ति वा? मम ध्वनिः वा अथवा सर्वेषां ध्वनिः वा भगिनि? भवतः ध्वनिः. मम ध्वनिः वा? न जानामि भगिनि, अन्यं पृच्छामः. तत्र सम्यक्तया श्रूयते वा? श्रूयते महोदय. अस्तु अस्तु, हा किन्तु निवेदिता भगिनि, तत्र मध्ये मध्ये तत्र अस्मिन् वर्गे तत्र क्लेशः भवति भगिनि, ध्वनेः कृते तत्र अवरोहः अस्ति. तत्र वेदा भगिन्यः अपि तथा आसीत्, उषा भगिन्यः अपि तथा आसीत्, मम अपि तथा आसीत्. अतः तत्र अहं निर्गतवान् पुनरागतवान्, किन्तु इदानीं प्रायशः सम्यक् इति मन्ये. किन्तु यदि क्लेशः अस्ति चेत् वदतु, अहं पुनः तत्र निर्गत्य पुनः आगन्तुं प्रयत्नं करोमि. अस्तु, तर्हि तत्र नरेश महोदय अग्रे पठति वा? आं महोदय. अत्र तान् योगातितिक्षस्व, तांस्ति तिक्षस्व, तांस्तितिक्षस्व. नामकारस्य स्थाने किम् अभवत्? अनुस्वारः. तर्हि कीदृशसन्धिः? व्यञ्जनसन्धिः. समीचीनम्. अस्तु, श्लोकः तु 14 अस्ति. तत् मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखसदाः आगमापायिनौ अनित्यास्तांस्ति तिक्षस्व भारत. अत्र भगवान् कृष्ण वदति, प्रथम तु कौन्तेय तत्तु सम्बोधना अस्ति, मात्रास्पर्शास्तु शीतोष्णसुखदुःखदाः. किमस्ति मात्रास्पर्शाः? तत्र सुखदुःख भवति, शीतोष्ण कोल्ड् अण्ड् हीट् अस्ति किमपि, नाम तत्र एकं समीचीनं महोदय, नाम शीत उष्णः सुख दुःखः शीतोष्णसुखदुःखदाह, दाह नाम ये ददति, ये ददति अथवा यः ददाति, तत्र दा दह अथवा दाह इत्युक्ते ते इति, नाम दुःखदायकः सुखदायकः इति अर्थे तत्र दुःखदः अथवा दुःखदायकः किमपि सुखदायति दुःखदायति ददाति, सुखं सुखदायकः दुःखदायकः शीतदायकः उष्णदायकः इति, ते सर्वे के तत्र मात्रस्पर्शाः, मात्रास्पर्शः, तत्र मात्रा इति तत्र जननी इति अर्थः नास्ति तत्र, माता इति अर्थः नास्ति तत्र, मात्रा इति युक्ते तत्र स्पर्श नाम तत्र इन्द्रियैः, इन्द्रियैः येषां तत्र ग्रहणं भवति, नाम रूप रस गन्ध स्पर्शः एतादृश मात्राणां स्पर्शः इत्युक्ते तत्र मेटीरियल् सेन्सेशन्स्, न तु तत्र माता मातुः स्पर्शः इति नास्ति अत्र, अतः तत्र मात्रास्पर्शाः कीदृशाः ते सन्ति, ते शीत उष्ण सुख दुःखदायकाः सन्ति, यतोहि तेनैव तत्र वयं सुखम् अनुभवामः, दुःखम् अनुभवामः, शीतम् अनुभवामः, उष्णम् अनुभवामः इन्द्रियैः, अपि ते कीदृशाः सन्ति, आगम आगमपायिनः अपायिनः अपायिनः आगम अपायिनः इत्युक्ते आगच्छति, अपायिनः इत्युक्ते नाम अपगच्छति, तत्र अपगच्छति नाम निर्गच्छति नाम अन्यत्र गच्छति, अतः आगम अपायिनः नाम ते गच्छन्ति पुनः निर्गच्छन्ति, अतः तत्र शीत उष्ण सुख दुःखदायकः आगच्छन्ति पुनः तत्र गच्छन्ति निर्गच्छन्ति, तादृशाः सन्ति ते सर्वे अनित्याः, अतः तान् तान् सर्वान् नाम तान् शीत उष्ण सुख दुःखदायकान् मातृस्पर्शान् तान् तितीक्षस्व नाम सहतु, यत्किमपि भवतु अस्तु, अहं मम सहनं भवेत्, अहं सहामि, अहं सहे इति न शिक्षमतां सहते आत्मनिपदे अहं सहे तितीक्षस्व, अतः तितीक्षस्व भारत तदपि सम्बोधनम् अस्ति, सम्बोधने पुनः सम्बोधनमेव सत्यं महोदय इति अस्ति, समीचीनं अस्तु, धन्यवादः। मात्रा अत्र काल इति अर्थं किं भगिनि? मात्रा मात्रा कालः इति अस्ति न, उच्चारणकाल अथवा तादृश अर्थः नाम तद् मात्रा इत्युक्ते तत्र मापनम् इति अस्ति, किन्तु अत्र अस्ति तत्र इन्द्रियवृत्तयः इति, नाम इन्द्रियैः ये विषयानां ज्ञानं भवति ते मात्राः। शीत नाम अनुकूलः किं भगिनि? शीत उष्ण अनुकूल प्रतिकूल वा? हा, शीत शीत इति तत्र शैत्यम् औष्ण्यम् एतादृशम् अनुकूलता तथा प्रतिकूलता वा? हा तादृशं सत्यं भगिनि, सत्यमेव सर्वं, हा सत्यं सत्यं, द्वैत नाम अस्ति एतदस्ति, एतत् सुखम् अस्ति अन्यत् दुःखम् अस्ति, अतः शीत उष्ण सुख दुःखदायकाः तादृश सर्वे अनुभवाः अस्माकं, ये इन्द्रियैः इन्द्रियैः वयम् एतत् सर्वम् अनुभवामः खलु, स्पर्शात् अथवा चक्षुषा एतत् सर्वम्, अतः तत्र ते सर्वे आगच्छन्ति निर्गच्छन्ति अनित्याः, अतः तान् सर्वान् तितीक्षस्व। निवेदिता भगिनी सम्यक् वा? हा महोदय, अस्तु अस्तु, अस्तु तर्हि अग्रे सुजाता भगिनी अग्रे आम् महोदय सूराः योगः मदर्थे सूरा मदर्थे विसर्गस्य लोपः भवति कार्यं समीचीनं विसर्गस्य लोपः अपि सन्धि लोपः स्वरसन्धि वा व्यञ्जनसन्धि वा विसर्गः समीचीनं भगिनि हा अस्तु इदानीं तत्र श्लोकं पठतु भगिनि अन्ये च बहवः सूरा मदर्थे चक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः द्रोणाचार्य उद्दिश्य वदति अन्ये बहवः सूराः मदत् मैसेक् सोमनि अन्यवीराः सन्ति दे आर् रेडि टु सेक्रिफैस् देर् लैफ् फार् मै नाम तेषां जीवनं त्यक्तुं सिद्धाः सन्ति सिद्धाः यदि दुर्योधनः वदति अस्तु भवन्तः सर्वे तत्र गत्वा युद्धं कुर्वन्तु ते गच्छन्ति तत्र यद्यपि तेषां मरणं भवति तत्र तेषां चिन्तनमेव नास्ति ते युद्धार्थं गच्छन्ति हा अथ तिक्त जीविताः नाम ते सिद्धाः सन्ति जीवनं नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ते युद्धे निपुणाः सन्ति ते सर्वे निपुणाः सन्ति युद्धकार्ये अपि उपयोगं कर्तुं शक्नुवन्ति ते सर्वे हा ते सर्वे जानन्ति इति अस्ति समीचीनं भगिनि हा उत्तमं हा धन्यवादः हा उत्तमस्ति भगिनि अस्तु अग्रे उषा भगिनि अग्रे आं महोदय श्वेतैः योगः हयैः श्वेतैर्हयैः विसर्गसन्धिः भवति विसर्गस्थाने रेपः आगच्छति ऐ विसर्गपूर्वं विसर्गः रेपः भवति श्वेतैर्हयैर्युक्ते महत्यस्यन्तने स्थितौ माधव पाण्डवश्चैव दिव्यौ शङ्कौ प्रदत्मधुः कृतं माधव पाण्डवः अपि शङ्गौ द्वयोः कृते शङ्का अस्ति प्रदत्मधुः इति कृते ब्लो द्मावन्तौ द्मावन्तौ माधवः दमतः ओके माधवः पाण्डवः शङ्कौ दमतः ततः तस्मात् ओके अनन्तरं श्वेतैर्हयैर्युक्ते महत् स्यन्तने स्थितौ यः स्थितौ महति स्यन्तने महारथे स्थितौ माधवः पाण्डवः श्वेतैर्हयैर्युक्ते श्वेतैः अश्वैः हयैः ऐ गेस् अश्वः श्वेतैः अश्वैः युक्त रथे महति महारथे माधवः अपि च पाण्डवः अर्जुनः स्थितौ द्वयोः अपि शङ्कौ प्रदत् मधुः नामतः समीचीनं भगिनि नाम समीचीनं नाम स्यन्दनं कीदृशं तत्र स्यन्दने स्यन्दनं युक्तम् अस्ति कैः श्वेतैः अश्वैः युक्तम् अस्ति युक्तमस्ति स्यन्दनं नाम रथः इति पुल्लिङ्गे नाम युक्तः रथे स्यन्दने युक्तः ओ युक्ते अस्तु तस्मिन् तस्मिन् रथे तस्मिन् सप्तमी तस्मिन् युक्ते रथे स्थिताः सन्ति स्थितौ माधवः पाण्डवः अपि ते दिव्यौ शङ्कौ तत्र साधारणशङ्कः न किन्तु दिव्यौ शङ्कौ दमतः दमतः समीचीनं भगिनि तथैव अस्ति उत्तमं धन्यवादः तत्र प्रायशः तत्र धमति धमतः धमन्ति इति एव परस्मैपदी एव समीचीनम् अस्तु उत्तमम् अस्तु अग्रे हर्षदा भगिनि आं महोदय धीरः तत्र धीरस्तत्र विसर्गसन्धि विसर्गस्य सकारः जातः 2.13 देही नोऽस्मिन् यथा देहे कौमारं यौवनं जरा तथा देहान्तप्राप्तिः कथं करणीयं तथा देहान्तरप्राप्तिः धीरस्तत्र नमुह्यति अत्र महोदय श्रीकृष्णः वदति देहस्य कृते यथा बाल्य यौवन तथा वार्धक्य अस्ति तथा देह अन्य शरीर आत्मा अन्य शरीर अपि प्राप्नोति अतः धीराः देहस्य कृते मोहः न धरति तथैव अस्ति सत्यं सत्यं तथैव अस्ति समीचीनं भवति नाम देहिनः देहिनः अस्मिन् देहिनः अस्मिन् यथा देहे तत्र देहिनः एव धीरः नाम देहिनः नाम अस्मिन् देहे अस्ति नाम सैव आत्मा नाम आत्मा एव आत्मनः देहः अस्ति नाम अतः तत्र देही देहिन् तस्य देहः अस्ति इति कृत्वा तस्य देहः अस्ति इति कृत्वा सः देही तस्य देहिनः अस्मिन् यथा देहे कौमारं यौवनं जरा तथा देहान्तरप्राप्तिः तथा तत्र एतत् सर्वं भवति देहान्तरप्राप्तिः नाम अन्यदेहस्य प्राप्तिः किन्तु एतत् सर्वं भवति किन्तु यथा भवती उक्तवती धीरः तत्र न मुह्यति नाम तेन तत्र क्लेशः न अनुभवति अथ तत्र मूढः न भवति एतदेव अस्ति इति स जानाति समीचीनं भगिनि अतः तत्र अङ्गीकरोति अस्तु अतः जानाति अतः तत्र क्लेशः दुःखः नास्ति अस्तु एतदेव भवति इति सः अङ्गीकरोति अस्तु भगिनि समीचीनम् अस्तु अग्रे वेदा भगिनी अग्रे महोदय मे अच्युत मेच्युत तत्र स्वरसन्धि एव इति मन्ये न यतोहि तत्र अन्तिम प्रथमपदस्य अन्तिमवर्णः एकारः एव अस्ति खलु स्वरसन्धि इति मान्ये इति चिन्तनं मम चिन्तनमपि तथैव अस्ति भगिनि अस्तु तर्हि श्लोकं पठतु तर्हि तत्र श्लोकमस्ति 1.21 अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेच्युत तत्र अर्जुन वदति उभयोः सेनयोः मध्ये रथं स्थापय इति अर्जुनः कृष्णम् उद्दिश्य वदति मम रथं स्थापय इति अच्युत इति अड्रेस् सम्बोधनमस्ति तत्र अच्युत इति अच्युतम् उद्दिश्य अर्जुनः वदति मम रथं उभयोः सेनयोः मध्ये स्थापय इति वदति समीचीनं भगिनि तावदेव अस्ति अस्तु उत्तमं हा अस्तु अग्रे सरामः तर्हि हा धन्यवादः भगिनी अस्तु अग्रे तत्र निवेदता भगिनी अग्रे ज्ञानवर्धनी इति पठति वा अग्रिमे पुटे आम् इमानि वाक्यानि सावधानं पठत विजया गीतां पठति गोविन्दः प्रतिदिनं कार्यालयं गच्छति सर्वे स्वीयानि कार्याणि अकुर्वन् भवन्तः विलम्बं मा कुर्वन्तु एतेषु वाक्येषु सर्वेऽपि शब्दाः पदानि इति उच्यन्ते तानि गणद्वये विभक्तुं यथा विजया गीता गोविन्दः प्रतिदिनं कार्यालयं सर्वे स्वीयानि कार्याणि भवन्तः विलम्बः मा एते सुबन्ताः सो अन्ते यस्य सः सुबन्धः पठति गच्छति अकुर्वन् कुर्वन्तु एते तिङन्ताः तिङ् अन्ते यस्य सः तिङन्तः हा इति अस्तु समीचीनं तर्हि किञ्चित् वदतु भगिनि तर्हि तत्र किम् अस्ति प्रत्ययाः सन्ति तत्र उपरि उपरि पठितवती तत्र किमस्ति तत्र पदानि विजया गीता गोविन्दः पदानि सन्ति सर्वाणि पदानि सन्ति तत्र गणद्वयम् अस्ति सुबन्ताः तत्र सुबन्ताः तिङन्ताः तत्र नामपदं यत्र अन्ते हा नामपदम् अस्ति यत्र अन्ते सुबन्ति सुप् अस्ति सुबन्धः सुप्रत्ययः अस्ति किं प्रत्ययः अस्ति तत् ते तिङन्ताः इति उच्यते इति समीचीनं हा तथैव अस्ति समीचीनं हा अस्तु अग्रे अग्रे पल्लवी भगिनी अग्रे तत्र प्रत्ययान् तत्र सु इति सुप् अन्ते यस्य सः सुबन्तः सु औजस् अम् औक्षस् शस् ताभ्यां विस् गेभ्यां व्यस् गसीभ्यां व्यस् गस् ओस् आम् गि ओस् सुप् एते सुप् प्रत्ययाः एकविंशतिः सुप् प्रत्ययाः प्रातिपदिकात् परे एते प्रत्ययाः भवन्ति तदा रामः रामौ रामः इत्यादीनि एकविंशतिः रूपाणि सिद्ध्यन्ति यथा रामः राम अधिकसु रामः राम अधिक औ रामौ राम अधिकजस् रामाः इति तर्हि अत्र प्रश्नः अत्र सन्धिकार्यम् अस्ति अथवा सन्धिकार्यं नास्ति अत्र अत्र सन्धिकार्यं भवितुम् अर्हति एकपदे अस्ति भवितुम् अर्हति अथवा भवति एव नाम नित्यं कर्तव्यं यतोहि तत्र पदनिर्माणे कर्तव्यः नित्यं कर्तव्यः इति तत्र नियमः दत्तः समीचीनं भगिनि हा अस्तु समीचीनम् अस्तु अग्रे तत्र सुजाता भगिनी अग्रे पठति वा एते तिङन्ताः तिङन्ताः तिङ् अन्ते यस्य सः तिङन्तः तिङन्तः तिप् तिप् तस् झि सिप् थस् था मित् वस् मस् ये परस्मैपदे कृते ये तिङ् प्रत्ययाः सन्ति ता आतां च थास् आतां त्वम् ईड् वहि महीङ् ये तिङ् प्रत्ययः आत्मनेपदसंज्ञः प्राप्नोति एते अष्टादश तिङ् प्रत्ययाः धातोः परः एते प्रत्ययाः भवन्ति तदा भवति भवतः भवन्ति इत्यादीनि रूपाणि सिद्ध्यन्ते यदा भूयोगः तिप् भवति भवति भूयोगः तस् भवतः भवति भूयोगः जि भवन्ति भवति अष्टादश तिङ् प्रत्ययाः सन्ति ते धातोः परः तिङन्ताः आयाति चेत् पदनिर्माणसमये भूयोगः तिप् भवति चेत् भवति भवति भूयोगः तस् भवति चेत् भवतः भवति भूयोगः जि भवति चेत् भवन्ति भवति समीचीनं आत्मनेपदी दातु अष्टादश आं महोदय क्षम्यतां धातुः आत्मनेपदी चेत् तिङ् प्रत्ययाः अन्तिमा भवन्ति आत्मनेपदी भवन्ति आम् आं महोदय सा आरभ्य महिङ् पर्यन्तम् आत्मनेपदकृते समीचीनं यदा वन्द धातु अस्ति ता प्रत्ययः वन्दन्ते भवति वन्दते क्षम्यतां महोदय वन्दयोगः आतां वन्दे वन्देते भवति वन्दयोगः च वन्दन्ते भवति वन्दनां तिङन्तानां च पदम् इति संज्ञा तिङन्तानां सुबन्तानां च समूहः वाक्यं तदुक्तम् अमरकोशे उक्तमस्ति तिङ् सुबन्तयोः वाक्यम् तिङ्गयोः तिङ् सुबन्त वाक्यं भवति वाक्यं नाम तत्र समूहः तिङ्गन्तानां सुबन्तानां च समूहः वाक्यं येन तत्र अस्माकं शाब्दबोधः भवति वाक्येन वाक्यस्य श्रवणेन वयं किमपि अवगच्छामः वाक्ये तत्र तिङन्तपदम् अपि अस्ति सुबन्तपदमपि भवति इति अस्ति अस्तु समीचीनं यत् वयं सर्वे जानीमः किन्तु तत्र केवलं तत्र सूप् इति तत्र आवलिः दत्ता अस्ति अपि तथैव तत्र तिङ् अपि तङ् इति तेषाम् आवलिः अपि अत्र दत्ता अस्ति अस्तु समीचीनम् एतत् जानीमः इति मन्ये अतः तत्र अग्रे सरामः तर्हि इदानीं साक्षात् तत्र स्वरसन्देहपाठः अस्मिन् पाठे तत्र पाठस्य पाठं पठामः तदनन्तरं तत्र स्वरसन्देहे प्रकाराः प्रभेदाः नाम तत्र कतिविधाः स्वरसन्देहसन्देहः सन्ति इति पश्यामः अस्तु अग्रे तत्र नरेश महोदय आरम्भं करोति वा आं महोदय सञ्जय उवाच स्वरसन्धिः अस्ति एतं पाठं सावधानम् उच्चैः पठत धृतराष्ट्रः सञ्जय कुरुक्षेत्रे समवेताः मामकाः पाण्डवाः च किम् अकुर्वत सञ्जयः इदानीं केवलं पठनं महोदय तदनन्तरं तत्र पश्यामः अस्तु सञ्जयः पाण्डवानीकं दृष्ट्वा राजा दुर्योधनः आचार्यम् उपसङ्गम्य इदं वचनम् अब्रवीत् दुर्योधनः आचार्य पश्ययितां पाण्डुपुत्राणां चमूं एषा महती चमूहः चमूः भीष्माभिरक्षितम् अस्माकं बलम् अपर्याप्तम् अस्ति भीमाभिरक्षितं तु एतेषां बलं पर्याप्तं यथा भागम् अवस्थिताः भवन्तः भीष्मम् एवाभिरक्षितम् एवाभिरक्षन्तु एव अभिरक्षन्तु समीचीनं अस्तु अग्रे उषास्वामिनाथन् भगिनि अग्रे पठति वा सञ्जयः भीष्मः दुर्योधनस्य हर्षं सञ्जनयन् सिंहनादं सञ्जनयन् भीष्मः दुर्योधनस्य हर्षं सञ्जनयन् सिंहनादं विनद्योच्चैः शङ्खम् अगमत् ततः शङ्खाः वैर्यः पाण्डवानकगोमुखाः च सहसैवाभ्यहन्यन्त ओके सः शब्दः तुमुलः अभवत् ततः कृष्णः अर्जुनः अन्ये पाण्डवाः सैनिकाः च पृथक् पृथक् स्वस्य शङ्खान् अदमन् तदा अर्जुनः हृषीकेशम् इदं वाक्यम् अब्रवीत् अर्जुनः उभयोः सेनयोः मध्ये रथं स्थापय मे च्युत सञ्जयः हृषीकेशः सेनयोः उभयोः मध्ये रथोत्तमं स्थापयित्वा उवाच पार्थ पश्यैतान् समवेतान् कुरून् इति पार्थः स्वबान्धवान् स्थितान् तत्र अपश्यत् कृपया परया विष्टः सः विषीदनिदम् अब्रवीत् हा समीचीनं भगिनि हा तावत्पर्यन्तं धन्यवादः अस्तु अग्रे तत्र उमामिनाक्षी भगिनी अग्रे पठति वा ओ उमामिनाक्षी भगिनी नास्ति वा अस्तु तर्हि तत्र हर्षदा भगिनी अग्रे आं महोदय अर्जुनः हे कृष्ण अहं दृष्ट्वेमं स्वजनं न शक्नोम्यवस्थातुम् एते सर्वे मम गुरवः बान्धवाश्च सन्ति एतैः सह युद्धं न कर्तव्यं यद्यप्येते कुलक्षयकृतं दोषं न पश्यन्ति तथापि अस्माभिः त्वयं दोषः न करणीयः कुलक्षये सति सनातनाः कुलधर्माः पणश्यन्ति धर्मे नष्टे सति कृत्स्नं कुलम् अधर्मः अभिभवत्युत सञ्जयः एवम् उक्त्वा अर्जुनः रथोपस्थ उपाविशत् तदा कृपया विष्टम् अर्जुनं मधुसूदनः इदं वाक्यम् उवाच कृष्णः अर्जुन कुतः त्वाम् इदं कश्मलं समुपस्थितं पार्थ क्लैब्यं मा प्राप्नुहि नैतत् त्वयुपपद्यते परन्तप शूद्रं हृदयदौर्बल्यं त्यक्तोत्तिष्ठ इति तावत् पर्यन्तं समीचीनं अस्तु शूद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ त्यक्त्वा उत्तिष्ठ इति समीचीनं बहवः सन्धयः सन्ति समीचीनं अस्माकं मूलविषयः अग्रे पल्लवी भगिनी अग्रे अर्जुनः मधुसूदन अहं भीष्मं द्रोणं च कथम् इषुभिः प्रतियोत्स्यामि द्वाविमौ पूजार्हावरिसूदन गुरून् अहत्वा भैक्ष्यं भोक्तुं यत् इष्यते तत् अपिह लोके श्रेयः कृष्णः भो अर्जुन त्वम् अशोच्यान् अन्वशोचः वस्तुतः एनम् आत्मानं शस्त्राणि न छिन्दन्ति, पावकः न दहति, न क्लेदयन्त्यापः, मारुतः च न शोषयति। यः मानवः आत्मतृप्तः त्वां त्वात्मरतिः आत्मनि एव सन्तुष्टः भवति, सः एतत् जानाति। अतः एव पण्डिताः नानुशोचन्ति, तस्मात् त्वं धीरो भव, युद्धं च कुरु। इति समीचीनं। तर्हि तत्र प्रथम अध्याये तत्र प्रायशः के के अंशाः सन्ति एतत् सर्वम् अत्र उक्तम् इति मन्ये खलु, तत्र प्रथमद्वितीय अध्याये। किन्तु समीचीनं, अतः तत्र सन्धिः इति अस्माकं मूलविषयः अत्र आरभ्यते। तत्र स्थूलाक्षरैः दत्तानि पदानि सर्वाणि तत्र सन्धेः युक्तानि, सन्धियुक्तानि पदानि सन्ति, नाम तस्मिन् सन्धिकार्यम् अस्ति इति। तत्र कुत्र कुत्र अस्ति इति अपि द्रक्ष्यामः, अपि तत्र पाठस्य अवगमनमपि भवेत्। तर्हि तत्र निवेदिता भगिनी आरम्भं करोति वा? तत्र इदानीं पङ्क्तिशः स्वरसन्धियुक्तानि सन्ति तत्रैव। कुत्र भगिनि? द्वितीय वा? एतानि पदानि स्वरसन्धियुक्तानि सन्ति तत्र एव। किं करणीयं? न न न, पुनः पाठः आरम्भ पठित्वान् तत्र धृतराष्ट्रः सञ्जयः इति ततः आरभ्य सञ्जय उवाच स्वरसन्धिः धृतराष्ट्र सञ्जय कुरुक्षेत्रे समवेताः मामकाः पाण्डवा च किम् अकुर्वत् अकुर्वत् सञ्जयः धृतराष्ट्रः सञ्जयं पृच्छति धृतराष्ट्रः तु अन्धः अस्ति, सः ज्ञातुम् इच्छति कुरुक्षेत्रे मम पुत्राः तथा च पाण्डवाः किं किं कुर्वन्ति। अतः ये युयुसवाः अस्ति ये योद्धुम् इच्छति मामकाः मतलब मदीयाः मम पुत्राः तथा च पाण्डुपुत्राः किं किं कृतवन्तः इति सः तत्र क्रियापदं तत्र आत्मनेपदी वा परस्मैपदी? परस्मैपदी अस्ति, परस्मैपदी अस्ति। हा न अकुर्वत इति अस्ति। हा अकुर्वत इति आत्मनेपदी अस्ति, कुरुधातुपदी अस्ति, परस्मैपदी अपि अस्ति। समीचीनं समीचीनं, हा अतः एव पृष्टवान्, समीचीनं भवति। नाम तत्र अकुर्वत तत्र अकरोत् इति अस्ति परस्मैपदीरूपम्, अकरोत् अकुरुताम् अकुर्वन्, किन्तु तत्र कुरुते इति तत्र अकुरुत अकुर्वाताम् अकुर्वत इति। समीचीनम्, अकुर्वत। अग्रे तदा सञ्जयः वदति पाण्डवानिकं पाण्डवानिकं दृष्ट्वा राजा दुर्योधनः आचार्यम् उपसङ्गम्यम् इदं वचनम् अब्रवीत्। पाण्डवानिकं पाण्डवानां सैन्यं दृष्ट्वा राजा दुर्योधनः दुर्योधनः राजा दुर्योधनः पाण्डु पुत्रैः सह युद्धं कर्तुम् उत्सुकः अस्ति, अतः सः आचार्यं उपसङ्गम्य लेबन्त अस्ति तस्य समीपं गत्वा तस्य समीपं गत्वा इदं वचनम् अब्रवीत् अपृच्छत् वा अब्रवीत् नाम उक्तवान् तावदेव उक्तवान् कृते अब्रवीत् तत्र भ्रू धातुः तत्र किन्तु अब्रवीत् तत्र भ्रू अपि प्राश तत्र उभयपदि इति मन्य दृष्ट्वा इति चत्वान्तप्रत्ययः अस्ति दृश्यपश्य दृष्ट्वा उपसङ्गम्य तथा तदा उपसर्गः अस्ति तत्कारणात् लबन्तपदं भवति उपसङ्गम्य इति सत्यं उपसङ्गम्य समीचीनं नाम तत्र सङ्गच्छते तत्र तत्र उपसर्गद्वयम् इति अस्ति भगिनि तत्र नाम यतोहि तत्र गच्छम् इति धातुः गम् इति धातुः उपाधिसङ्ग अतः तत्र उपसर्गद्वयं तदनन्तरं गम् गम्य अतः तत्र सङ्गम्य तत्र गत्वा अन्नासिकम्य सत्यं सत्यं सत्यं हा हा यतोहि ककारः अस्ति सत्यं भगिनि हा सङ्गम्य इति सत्यं भगिनि हा अतः तत्र ल्यबन्तम् अस्ति यत्र अपि आचार्यम् इदं वचनं नाम एतद् वाक्यम् अब्रवीत् तत्र ब्रू धातुः उभयपदि ब्रवीति अथवा ब्रूते अत्र अब्रवीति नाम अब्रवीत् अस्तु अग्रे दुर्योधन आचार्य पश्यैतां पाण्डुपुत्राणां च मुं पाण्डुपुत्राणां सैन्यः त्वं पश्य इति दुर्योधनः आचार्यं वदति एतत् चमु एषा चमु महती अस्ति बृहत्तेव धन्यवादः अस्माकं सैन्यं धन्यवादः अग्रे वक्तुं शक्नोति चेत् वदतु अस्माकं बलम् अस्माकं सैन्यं भीष्माभिरक्षितमस्ति तत् एतत् सैन्यम् अपर्याप्तम् इति अस्ति बृहत् एव अस्ति तथा पाण्डवानां सैन्यं भीमाभिरक्षितम् अस्ति तत् पर्याप्तमेव अस्ति अत्र दुर्योधनस्य अहङ्कारः स्वबलस्य प्रति अहङ्कारः द्रष्टुं शक्नोति वयं तस्य अहङ्कारं द्रष्टुं शक्नुमः अथवा अहङ्कारः अत्र दृश्यते तस्य अहङ्कारः अत्र दृश्यते समीचीनं भगिनि अग्रे यथाभागम् अवस्थितः भवन्तः भीष्मम् एवाभिरक्षन्तु एव अभिरक्षतु यथाभागम् अवस्थिताः भवन्तः यत्र यत्र यत्र यत्र तत्र इदानीं युद्धस्य आरम्भः अस्ति तत्र युद्धक्षेत्र तत्र जनाः तत्र तेषां तत्र किम् अस्ति तत्र प्रतिदिनं तत्र कथं युद्धं करणीयम् इति तेषां चिन्तनमस्ति खलु तत्र व्यूहरचनम् अभवत् अतः तत्र जनाः केचन जनाः अत्र सन्ति केचन जनाः अन्यत्र सन्ति अतः यत्र यत्र सन्ति यथा भागम् अपि यथा शक्तिः अवस्थिताः जनाः ये सन्ति भवतः सर्वे भवन्तः कार्यं भवतां कार्यं किम् अस्ति भीष्मस्य रक्षणम् अतः महत्त्वपूर्णकार्यं भीष्मः सेनापतिः अस्ति अतः अस्माकं पापपूर्णकार्यम् अस्ति तस्य रक्षणम् रक्षणम् इति सः दुर्योधनः वदति. समीचीनं भगिनि, हा इति अस्ति समीचीनं. धन्यवादः. अस्तु अग्रे वेदभगिनी अग्रे किञ्चित् वदति वा भगिनि. सञ्जयः, भीष्मः दुर्योधनस्य हर्षं सञ्जनयन् सिंहनादं विनोदोच्चैः शङ्खम् अदमत्. भीष्मः दुर्योधनस्य हर्षं सञ्जनयन् हर्षं सञ्जनयन् इत्युक्ते हर्षं हर्षः दुर्योधनस्य हर्षं किम् न किं वदामि, भीष्मः दुर्योधनं हर्षं भवतु इति वा इति कारणेन सञ्जनयन् तत्र हर्षं सञ्जनयन् इति तत्र कीदृशपदं सञ्जनयन् जनयन् जनयन् इत्युक्ते तस्य हेपिनेस् न न तत् क्रियापदं वा नामपदं वा कीदृशपदम् अस्ति सञ्जनयन् इत्युक्ते सञ्जनयन् लेप्पदमेव वा न सञ्जनयन् नास्ति शत्रन्तपदं करेक्ट् जनयति जनयन् नाम सञ्जनयन्तरूपं कदा भवति सञ्जनयत् तत्र भवति सञ्जनयत् समीचीनं. यत्र अपि स्वतन्त्ररूपस्य प्रयोगः कदा भवति यत्र कार्यद्वयम् अस्ति खलु. आमां कार्यद्वयं नाम हर्षं सञ्जनयति अपि सिंहनादं शङ्खम् अदमति. हा शङ्खम् अदमति नाम सिंहनादं विनद्य उच्चैः शङ्खम् अदमति. हा तर्हि तत्र अनेकानि कार्याणि सन्ति. हा सिंहनादमपि विनद्य उच्चैः तदनन्तरं शङ्खम् अलमत् अस्तु. नाम सिंहनादमपि कृतवान् शङ्खमपि तत्र शङ्खमपि धमति ततः शङ्खाः भैर्यः पणवानकगोमुखाः च सहसैवाभ्यहन्यन्त सहसा एव अभ्यहन्यन्त. अस्तु तत्र अन्यत् अन्य अन्यः शस्त्रः अपि शङ्खः भैर्यः पनवानकगोमुखाः इति नाद विषये ये किं शस्त्रमिति वदतुं शस्त्रं नास्ति भगिनि किं वदामि शङ्खं तु शङ्खः तु शस्त्रं वाद्यं वाद्यं वाद्यं वाद्यं वाद्यम् इति समीचीनं. शङ्खाः भैर्यः पणवानक गोमुखः एतत् पणवानक गोमुखः पणवानक गोमुखः तत्र पणवानक इति भिन्नं गोमुखः इति भिन्नम् इति अस्तु अस्तु सः सहसैव सहसा एव अभ्यहन्यन्त अभ्यहन्यन्त इत्युक्ते अभि आहन्यन्त इति वा इति अस्ति इति अस्ति समीचीनम्. अभि इति उपसर्ग आहन्यन्त इति अस्ति अपि तत्र तत्र प्रायशः तत्र तस्यपि तेन ततः तत्र एतत् तत्र कर्ता कः अस्ति अत्र ततः शङ्काः भैर्यः बनमाक च सहसै एव अभ्यहन्यन्त एते सर्वे इति शङ्खा भैर्य पणवानक गोमुखाः एतत् सर्वे कर्ता एव इति न न न न ततः भीष्मः भीष्मः किन्तु भीष्मः अस्तु तत्र भीष्मः एकः एव एतत् सर्वं न कृतवान् खलु सर्वान् वाद्यं अस्तु आमाम् अन्यत् सैन्या सेनानि एव अन्यानि सेनानि सैन्ये ये जनाः स्थिताः ते प्रायशः कृतवन्तः खलु कृतवन्तः. किन्तु तत्र कथम् अस्माभिः अवगन्तुं शक्नुमः तादृशम् अस्ति इति हन्यन्त इति पदं तत्र अस्ति. हा समीचीनम्, अस्तु अस्तु. तर्हि प्रथमतया तत्र यदि शङ्कः अस्ति तत्र, तर्हि तत्र लघुवाक्यं वदतु. भीष्मः शङ्कम् अधमत् अथवा धमति इति खलु, धमति. भीष्मः शङ्कः शङ्कं धमति अथवा शङ्कः धमति, किमस्ति? शङ्कः धमति न शङ्कं धमति. यतोहि कर्मपदं खलु, कर्मपदं खलु. किन्तु अस्मिन् वाक्ये शङ्कान् इति अस्ति अथवा शङ्काः इति अस्ति वा, किमस्ति? ततः शङ्काः भैर्यः ततः अभ्यहन्यन्त. शङ्काः इति विभक्तिका तत्र, शङ्काः प्रथमा विभक्ति बहुवचनं खलु, समीचीनं. भैर्यः, भैर्यः अपि खलु, भैरी भैरी भैर्यः. आम् समीचीनं, बहुवचनमेव. प्रणवानकगोमुखाः अपि बहुवचनमेव, प्रथमाविभक्ति, प्रथमाविभक्ति बहुवचनं. तर्हि तत्र किन्तु वयं जानीमः तत्र कर्मपदं भवेत् खलु, यतोहि तत्र किं शङ्कः स्वयं तत्र धमति वा न खलु, न अन्य कोऽपि तत्र शङ्कं धमति, किन्तु शङ्कः स्वयं स्वस्य दमनं न करोति खलु, अतः तत्र अन्य कोऽपि भवेत्. तर्हि तत्र यदि कर्मपदं प्रथमाविभक्त्याम् अस्ति चेत् कीदृशः प्रयोगः तत्र? तत्र इत्युक्ते तत्र शङ्काः भैर्यः इति द्विवचन नपुंसकलिङ्गे अस्ति वा तत्र? न पुल्लिङ्गपदं खलु भगिनि, शङ्काः इति. आम् पुल्लिङ्गपदमेव. आम् आम् सत्यम्. तर्हि तर्हि कर्मपदं प्रथमविभक्त्यम् अस्ति चेत् तत्र कीदृशः प्रयोगः? ओ कर्मपदमस्ति चेत् तत्र शङ्खान् न इति भवेत्, किन्तु तादृश तादृशं नास्ति खलु. तत्र कर्मपदम् अस्ति किन्तु प्रथमविभक्त्याम् अस्ति. तर्हि यदि अस्ति कर्मपदं प्रथमविभक्ति प्रथमाविभक्ति अस्ति चेत् कर्मणि प्रयोगः. कर्मणि प्रयोगः अत्र अस्ति. तत् कथं जानीमः? तत्र क्रियापदं दृष्ट्वा. क्रियापदं किम् अस्ति? अभ्यहन्यन्त. तत्र अभि इति उपसर्गः, अभिधातु यकारायाति तत्र. समीचीनं. अतः तत्र हन् अहन्यन्त. आम् आम् हन्यते इति अस्ति खलु, कर्मणि प्रयोगः अभिहन्यन्त. अभिहन्यन्त इति बहुवचने अस्ति, यतोहि कर्मपदानि सर्वाणि बहुवचने सन्ति खलु, शङ्काः. अतः तत्र अभिहन्यन्त इति कर्मणि प्रयोगे अस्ति, कर्मणि प्रयोगे अस्ति. अतः तत्र सैनिकै, तत् सैनिक भीष्मेण न भीष्मेण नास्ति, सैनिकैः सैनिकैः सैनिकैः शङ्काः भीर्यः परमाणकमुखा गोमुखाः सहसैः सहसायन्त इति अस्ति. समीचीनम्. अग्रे सः शब्दः तुमुलः अभवत्, सः शब्दः बहु किं वदामि, तुमुलः इत्युक्ते लौड् इत्युक्ते समीचीनं. तथैव अस्ति, तुमुलः अभवत् सः शब्दः, यः शब्दः उद्यः अस्ति, ध्वनिः तत्र वाद्येन वाद्यैः उत्पन्नः शब्दः, ध्वनिः उत्पन्ना ध्वनिः, उत्पन्ना ध्वनिः तुम्बुलः तुम्बुला अभवत्. ध्वनिः इति भवति चेत् ध्वनिः स्त्रीलिङ्गे अस्ति भगिनि. आम् आम् ध्वनिः ध्वनिः तुम्बुलः अभवत् अथवा शब्दः तुम्बुलः अभवत्. शब्दः तुमुलः, ध्वनिः तुमुलाः अभवत्, तुमुला अभवत्. अग्रे ततः कृष्णः अर्जुनः अन्ये पाण्डवाः सैनिकाः च पृथक् पृथक् स्वस्य शङ्खान् अधमन्. ततः कृष्णः अर्जुनः अन्ये पाण्डवाः सैनिकाः च पृथक् पृथक् स्वस्य शङ्खान् अधमन्. इत्युक्ते कृष्णः अर्जुनः अपि च अन्ये पाण्डवाः सैनिकाः स्वस्य शङ्खान् अधमन् इति अधमन् बहुवचने अस्ति तत्र अपि इति अस्ति. समीचीनं. इति अस्ति तत्र स्वस्य शङ्कान् सैनिकः च पृथक् पृथक् स्वस्य शङ्कान् अधमन् ओके नाम प्रत्येकः स्वस्य शङ्कम् अधमत् उपयुज्य न शङ्कान् अधमत् शङ्कम् अधमत् प्रत्येकः स्वस्य शङ्कम् अधमत् तदा अर्जुनः ऋषिकेशम् इदं वाक्यम् अब्रवीत् तदा अर्जुनः कृष्णः उद्दिश्य या अर्जुनः कृष्णम् इदं वाक्यम् अब्रवीत् एतद् वाक्यम् अन्य अग्रे एत वाक्यमस्ति तद् अब्रवीत् इति वदत् अवदत् इति वदामि वा न अवदत् समीचीनम् अवदत् अब्रवीत् अब्रवीत् तत्र ब्रवीति इति धातुः तत्र ब्रू इति धातुः उभयपदी अस्ति ब्रवीति ब्रवीति अब्रवीत् अस्ति अब्रवीत् अब्रूताम् अब्रुवन् इति समीचीनं भगिनि उत्तमम् अस्तु अग्रे तत्र समीचीनं भगिनि अस्तु अग्रे अग्रे पदवी भगिनी अग्रे पठति वा अर्जुनः वदति उभयोः सेनयोः मध्ये रथं स्थापय मे अच्युत अत्र अच्युत सम्बोधन अस्ति तर्हि अर्जुनः द्रोणाचार्य क्षम्यताम् अर्जुनः कृष्णप्रत्य वदति मम रथ उभयोः सेनयोः मध्ये स्थापय अग्रे पठामि सञ्जयः तत्र मे इत्युक्ते मम इति समीचीनं मम इति समीचीनं ऋषिकेशः सेनयोः उभयोः मध्ये रथोत्तमं स्थापयित्वा उवाच पार्थ पश्यैतान् समवेतान् कुरून् इति कृष्णः तं रथं सेनयोः उभयोः सेनयोः मध्ये स्थापयित्वा उक्तवान् पार्थ इति सम्बोधनम् अस्ति अर्जुनस्य कृते पश्य एतान् समवेतान् कुरून् भवान् पश्यतु अत्र ये कौरवाः सन्ति ते अत्र समवेतान् गेदर्ड् अन्य शब्दः किमस्ति सन्ति एकत्रितम् आगता समीचीनं तां पश्य तान् पश्य अत्र पार्थः स्वबान्धवान् स्थितान् तत्र पश्यत् पार्थः अर्जुनः सः अर्जुनः तत्र अपश्यत् के के स्वस्य बान्धवाः आसन् तत्र स्थितान् आसन् तान् सः अपश्यत् कृपया न स्थितान् आसन् इति न स्थिताः आसन् ये स्थिताः स्थिताः आसन् तान् सर्वान् अपश्यत् अपश्यन् कृपया पर्याविष्ट सः विषिदन् इदम् अब्रवीत् पर्याविष्ट इत्युक्ते तत्र परा कृपया परया इति तत्र कृपया परया तत्र किं भवति कृपा कृपया इति विभक्तिः तत्र कृपया इति तृतीय एकवचनं प्रथमविभक्तिरूपं कृपा हा कृपा इति अस्ति कृपया इति अस्ति परया इति तथैव तृतीयविभक्तिम् अस्ति परया तत्र प्रथमविभक्तिरूपं किम् अस्ति परा परा हा तर्हि परा कृपा कृपा कीदृशी परा नाम महती बहु कृपा अस्ति हा तर्हि कृपया परया आविष्टः नाम तत्र अत्र आयोगः विश् तदनन्तरं क्त प्रत्ययः विष् इति धातुः तत्र आविष्टः नाम युक्तः कृपया परा कृपा तस्मिन् अस्ति इदानीं तेन सह आविष्टः अस्ति नाम तेन सह पूर्णः अस्ति तत्र तस्मिन् तादृशी कृपा अस्ति करुणा अस्ति इदानीं अतः सः नाम तत्र ते सर्वे तेषां मरणं भवति इति सर्वं तस्य चिन्तनम् अस्ति खलु तत्र युद्धात् अतः तत्र कृपया परया आविष्टः आविष्टः इति इत्युक्ते अर्जुनः परया आविष्टः कृपया परया तत्र कृपा परा इति विशेषणविशेष्यभावः परा इति विशेषणं कृपा इति विशेष तया कृपया परया आविष्टः सः इदानीं तत्र विषीधन् तत्र वियोगः सद् इति धातुः विषीधन् शत्रुन्तरूपम् विषीदन् नाम तत्र विषीदन् नाम दुःखितः तत्र चिन्तामग्नः तत्र सः इदानीम् अब्रवीत् तर्हि तत्र आविष्टः विषीदन् इति तत्र समानमिति दृश्यते किन्तु समानं नास्ति आयोगः विष् धातुः आविष्टः तत्र कृतप्रत्ययः अपि विषीदन् इति स्थाने वि इति उपसर्गः सद् इति तत्र धातुः नाम शत्रुपतयः हा समीचीनम् इति अस्ति तत्र किञ्चित् वदामि वा महोदय वदतु वदामि सर्वे शङ्खान् अधमन् खलु वयं तु केवलं पाञ्चजन्य इति श्रीकृष्णस्य शङ्ख तथा देवदत्त इति अर्जुनस्य शङ्खः इति जानीमः किन्तु अहं कानिचन अन्यनामानि अपि प्राप्तवती वदामि वा सत्यं वदतु भगिनी श्रीकृष्णस्य शङ्ख पाञ्चजन्य भीष्म गङ्गनाभ भीष्म हिरण्यगर्भ कर्ण अनन्तविजय युधिष्ठिरः विदारक दुर्योधनः पौण्ड्रः भीमः देवदत्त अर्जुनः सुघोषः नकुलः मणिपुष्पकः सहदेवः न्यायघोषः दृष्टद्युम्नस्य शङ्खः इति नामानि अहं प्राप्तवती अतः उक्तवती समीचीनं धन्यवादः तत्र सत्यमेव तत्र अन्ये पाण्डवाः सैनिकाः च अपि तत्र पृथक् पृथक् स्वस्य शङ्खान् महोदय लिखितमस्ति अत्र महोदय लिखितमस्ति सर्वे शङ्खान् अधमन् एतानि नामानि तत्र दत्तानि सन्ति अन्येषां नामानि दत्तानि न सन्ति ओ इति अस्तु अस्तु अस्तु इति दत्तम् अस्ति अत्र समीचीनं कृतवती धन्यवादः धन्यवादः महोदय अस्तु समीचीनं अस्तु अग्रे तत्र इदानीं तत्र भवती एव अग्रे किञ्चित् पठित्वा वदतु भगिनि आमाम् अर्जुन हे कृष्ण ततः न अर्जुनः अर्जुनः हे कृष्ण अहं दृष्ट्वमेवम् अत्र दृष्ट्वा इव इमम् इति सन्धिः अस्ति स्वजनं न शक्नोम्य अवस्थातुं न शक्नोमि अवस्थातुं अर्जुनः वदति हे कृष्ण अहम् एता स्वजनं दृष्ट्वा अहम् अवस्थातुं न शक्नोमि एते सर्वे मम गुरवः बान्धवाश्च सन्ति अत्र सर्वे मम गुरवः सन्ति मम बान्धवाः एव सन्ति एतैः सह युद्धं न कर्तव्यम् एतैः सह अहं युद्धं कर्तुं न इच्छामि एव इच्छामि नास्ति कर्तव्यम् इत्युक्ते तत्र इच्छा इति नास्ति तत्र मया न कर्तव्यम् मया कर्तव्यम् मया न कर्तव्यं युद्धं मया न कर्तव्यम् एतैः सह युद्धं मया न कर्तव्यम् कर्ता मया तृतीया मध्ये अस्ति एतैः सह सहयोगे एतैः इति तृतीया अस्ति न तत्र उपपदविभक्तिः उपपदविभक्ति मया इति तत्र तव्यत् अन्यत् प्रत्ययः अस्ति इति कृत्वा मया इति तृतीयः कर्तव्यम् इति तव्यत् अस्ति अतः कर्ता मया इति तृतीया विभक्त्याम् अस्ति यद्यपि एते कुलक्षयकृतं दोषं न पश्यन्ति तथापि अस्माभिः त्वयं तु अयं दोषः न करणीयः एते सर्वे कुलक्षय भवति इति दोषः न पश्यन्ति हा नाम युद्धे एतादृशदोषः अस्ति नाम युद्धस्य कुलक्षयः भविष्यति चेत् युद्धं भविष्यति चेत् कुलक्षयं भविष्यति इति दोषः अस्ति परन्तु एते सर्वे तद्दोषं न पश्यन्ति तर्हि तथापि अस्माभिः तु कुलक्षयस्य दोषः न करणीय अत्रापि करणीय इति अनियर् अस्ति अतः अस्माभिः इति तृतीयान्तपदमस्ति समीचीनं अस्माभिः तु तत् द्रष्टव्यं खलु कुलक्षयं न करणीयः इति सत्यं कुलक्षयस्य दोषः न तैः न तत्र ते न पश्यन्ति किन्तु वयं तत्र तादृशं न कुर्मः वयं वयं मराठीभाषायां वदामः एकानि गाय मारलि दुसरानि वासरु मारु नये इत्युक्ते एकः किमपि दोषः करोति इट् इस् नाट् नेसेसरी वयमपि तदेव कुर्मः सत्यं भगिनि किन्तु लोके सर्वे किम् एकः इति कृत्वा अन्यः अपि अग्रे कुलक्षये सति सनातनाः कुलधर्माः प्रणश्यन्ति कुलक्षये सति अत्र सत्सप्तमी यदा कुलक्षयं कुलक्षयः भवति तदा सनातनाः कुलधर्माः प्रणश्यन्ति प्रणश्यन्ति इति प्र इति उपसर्गेण सह नश्यन्ति इति नश् धातु अस्ति यानि कुलक्षय अस्ति चेत् सनातनाः किं वदामि कुलधर्मस्य नाशः भवति तत्र नाम कुलेन पालिताः धर्माः तत्र अनेक तत्र परम्परया पालिताः धर्माः सर्वे प्रणश्यन्ति तस्य तेषां नाशः नाशः भवति धर्मे नष्टे सति कृत्स्नं कुलम् अधर्मः अभिभवत्युत अत्रापि सति सप्तमी धर्मे नष्टे सति यदा धर्मं नष्टः भवति तदा कृष्णम् इत्युक्ते पूर्णं कुलम् अधर्मः अभिभवति सम्पूर्णकुलस्य धर्मस्य नाशः भवति इति यदि धर्मः नष्टः भवति तदा तत्र तद् सति पूर्वं धर्मे नष्टे नाम यदा धर्मः नष्टः भवति तदा इदानीं तत्र कृत्स्नं कुलम् अधर्मः अभिभवत्युत उत इति अस्ति तत् त्यजामः अभिभवति तर्हि तत्र कृत्स्नं कुलम् अधर्मः अभिभवति तत्र कर्तृपदं किम् अस्ति अभिभवति अधर्मः अधर्मः अधर्मः भवति भूधातुः तत्र अकर्मकः अस्ति किन्तु अभि तत्तु अभि उपसर्ग अस्ति अतः तत्र कुलम् इति कर्मपदं तत्र कुलस्य कुलं जयति नाम अधर्मः सर्वत्र तत्र कुले सर्वत्र अधर्मः एव भवति, अधर्मस्य जयः भवति. कृष्णम् इत्युक्ते सम्पूर्णं सत्यं, कृष्णं कुलं सम्पूर्णं कुलम् अधर्मेण तत्र अधर्मेण तत्र भवति, नाम तत्र अधर्मः एव तत्र कुलं जयति, नाम अभिभवति, नाम तत्र जयं प्राप्नोति, नाम तस्यैव तत्र अधिकारः भवति, अधर्मस्य अधिकारः एव तत्र सर्वं कुलं प्रति अधर्मस्य अधिकारः भवति इति. समीचीनं, तत्र प्रथमपुटं पठितवन्तः, समीचीनमस्ति. अग्रिमे वर्गे तत्र अग्रे गत्वा तदनन्तरं तत्र स्वरसन्धेः प्रकाराः ये सन्ति तान् ज्ञास्यामः. अस्तु, तर्हि तत्र सुजातभगिनी अन्ते तत्र प्रार्थनां वदति वा भगिनि, शान्तिमन्त्रम्. आम् महोदय. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. धन्यवादः महोदय. धन्यवादः. धन्यवादः. धन्यवादः.